गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुःसाक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। सर्वेभ्यो नमस्कारः। न्याय पुनरावर्तनवर्गे सर्वेषां सुस्वागतम्। बुद्धिः इति गुणः, सर्वव्यवहारहेतुर्गुणः ज्ञानं बुद्धिः इति बुद्धेः। बुद्धिः इत्युक्ते अत्र अन्तःकरणस्य एकः अवयवः इति नास्ति, ज्ञानम् इत्यस्य पर्यायपदम् अस्ति बुद्धिः इति। सर्वव्यवहारहेतुर्गुणः ज्ञानम् इति ज्ञानस्य लक्षणं, बुद्धेः लक्षणम्। तत्र सर्वव्यवहारहेतुः इत्यस्य विग्रहवाक्ये स्मः। अस्तु, अत्र वाक्यद्वयमासीत्, तस्मिन् विषये श्रीराममहोदयस्य उपस्थापनम् अद्य भविष्यति इति मया पूर्वम् उक्तम्। तर्हि सिद्धः अस्ति वा श्रीराममहोदय? आं महोदय, प्रयत्नं करोमि। अस्तु, प्रथमं वाक्यद्वयं पठतु, तदनन्तरं। अस्तु महोदय, तत्र प्रकृते तु इति आरभ्य पठतु एकवारं। प्रकृते तु तथा सति इति नास्ति वा महोदय? तत्र तथा सति तेन किञ्चित् पूर्वमपि पठतु। प्रकृते तु चतुर्थपङ्क्तौ अस्ति खलु? मध्यभागे अस्ति तत्। प्रकृते तु न सर्वस्य व्यवहारः इति अर्थः, किन्तु सर्वे ये व्यवहाराः सर्वव्यवहारः इति कर्मधारयः। अत्र ज्ञानम् इति लक्षण, ज्ञानस्य लक्षणवाक्ये सर्वव्यवहारहेतुः इत्यत्र सर्वव्यवहारः इति पदद्वयोः विग्रहवाक्यं कथं भवति इति आचार्य वदति। अत्र सर्वे ये व्यवहाराः इति कर्मधारयः समासः एव भवति इति सः वदति प्रथम इदानीम् अस्मिन् अस्यां पङ्क्तौ। तेन ज्ञानजनकशब्दप्रयोगमात्रं प्रति ज्ञानस्य कारणत्वं लभ्यते। तत्र ज्ञानजनकशब्दप्रयोगः इति व्यवहारः इति वयं जानीमः। तत्र तं प्रति मात्रं तत्र ज्ञानस्य कारणत्वं भवति इति, न तु पूर्ववत् षष्ठी। महोदय, अत्र कञ्चित् प्रतिपादयतु, ज्ञानजनकशब्दप्रयोगं प्रति ज्ञानस्य कारणत्वम् इत्युक्ते किम्? तत्र ज्ञानं, तत्र शब्दप्रयोगस्य मात्रपदं तु तत्र अग्रे आगच्छति। मात्रपदम् इति कृत्वा केवलं ज्ञानमेव तत्र कारणम् इति नास्ति, अन्ये कारणानि अपि सन्ति। तत्र तु विशिष्टकारणं ज्ञानम् इति अहम् अवगच्छामि महोदय। तत्र ज्ञानं शब्दप्रयोगस्य, ज्ञानजनकशब्दप्रयोगस्य कारणं, विशिष्टकारणम् अस्ति। तदेव कारणत्वं कुत्र अस्ति इदानीं? तत्र कारणत्वं ज्ञाने अस्ति। अस्तु, तत्र किञ्चित् चिन्तनीयं। सामान्यतया अत्र शब्दप्रयोगेन ज्ञानं जायते इति वदामः खलु? शब्दप्रयोगेन ज्ञानं जायते चेत् कारणं किं, कार्यं किम्? तत्र शब्दप्रयोगेन ज्ञानं जायते चेत् तत्र कार्यम् अस्ति ज्ञानम्, कारणमस्ति शब्दप्रयोगः। अस्तु, तर्हि अत्र अस्मिन् पङ्क्तौ किम् उक्तम्, अस्मिन् वाक्ये? तत्र अत्र तु ज्ञानजनकशब्दप्रयोगमात्रं प्रति, तत्र शब्दप्रयोगं प्रति ज्ञानस्य कारणत्वम् अस्ति इति, शब्दप्रयोगः कार्यमस्ति, ज्ञानं कारणम् अस्ति इति अहं चिन्तयामि। कथं प्रतिपादयतु, शब्दप्रयोगः कार्यं, ज्ञानं कारणम् इति कथं वा स्यात्? इदानीम् अत्र इदानीम् अतीतव्यवहारहेतु इति अत्र एकम् उदाहरणं स्वीकरोमि। घटः अतीतः इति अहं वदामि, घटः अतीतः अहं वदामि, तदा अन्य कोऽपि शृणोति, एतद् वाक्यं शृणोति, तस्मिन् ज्ञानं जनयति. तु इदानीं मयि घटः अतीतः इति ज्ञानं विना तस्य प्रयोगं, घटः अतीतः इति प्रयोगं न कर्तुं शक्नोमि इति कृत्वा तस्य शब्दप्रयोगस्य कारणम् अस्ति मयि यत् ज्ञानम्. उत्तमं, बहु उत्तमं. तर्हि एवमेव वदामश्चेत् एतादृशगभीरचिन्तनम् एव गभीरज्ञानं न भवति. इत्युक्ते ज्ञानं शब्दप्रयोगस्य कारणं, शब्दप्रयोगं ज्ञानस्य कारणं. तर्हि मयि आत्मनि विद्यमानज्ञानमेव मम शब्दप्रयोगस्य कारणं. तर्हि मयि आत्मनि विद्यमानज्ञानं कारणं, तस्मिन् कारणत्वम् अस्ति शब्दप्रयोगः, कार्यमस्ति. तेन शब्दप्रयोगेन अन्यस्मिन् आत्मनि यद् ज्ञानं जायते तत् कार्यं भवति इदानीं. किन्तु इदानीं यद् यः शब्दप्रयोगः मया कृतः तत् कारणं भवति. तर्हि द्विधापि वक्तुं शक्यते, ज्ञानं कारणं, शब्दप्रयोगः कार्यं, पुनः शब्दप्रयोगः कार्यं ज्ञानं, क्षम्यतां, शब्दप्रयोगः कारणं ज्ञानं कार्यम् इति भवति. अत्र तु यथा भवता उक्तं समीचीनं, यदि घटः अतीतः इति मयि ज्ञानं नास्ति तर्हि घटः अतीतः इति शब्दप्रयोगः एव न कर्तुं शक्यते इति कृत्वा शब्दप्रयोगस्य कारणं भवति ज्ञानं. तर्हि कारणत्वं कुत्र अस्ति? ज्ञाने अस्ति. अस्तु, अग्रे महोदय. इदानीम् अग्रिमं पङ्क्तिं परिशीलयामः. न तु पूर्ववत् षष्टि तत्पुरुष, अतः पूर्ववत् इत्युक्ते तत्र अतीत्यादिव्यवहारयतु इति उदाहरणं स्वीकृतवान. तत्र अतीतादेः व्यवहारः इति षष्टि तत्पुरुषः अस्ति, अत्र तु कर्मधारयः इति आचार्यः वदति. तथा सति सर्वविषयकं यत् ज्ञानं, सर्वं प्रमेयम् इत्यादिकार इति, एकनिमिषं, सर्वं प्रमेयम् इति आदि आकारम् इत्यादिकारम् तादृशज्ञान अनुकूलव्यवहारं प्रत्येव ज्ञानस्य कारणतः लभ्येत, न तु व्यवहारमात्रं प्रति. अत्र तथा सति सर्वविषयकं यत् ज्ञानम्, इदानीं ज्ञानस्य विषयः कः इत्युक्ते सर्वम्. इदानीं सर्वं जगत् इति वदामः, सर्वं सर्वम् इति यत् अस्ति तदेव विषयः अस्ति. इदानीं ज्ञानस्य, इदानीं ज्ञानस्य सर्वं प्रमेयं, प्रमेयम् इत्युक्ते यत् विषयः अस्ति तदेव प्रमेयं, सर्वम् एव इदानीं प्रमेयम्. इदानीं ज्ञानस्य आकारं कथम् अस्ति इत्युक्ते सर्वम् इत्येव आकारः, ज्ञानस्य आकारः सर्वं. तादृशज्ञान अनुकूलव्यवहारं प्रति एव ज्ञानस्य कारणता लभ्येत. इदानीं सर्वस्य व्यवहारः इति षष्टितत्पुरुषः स्वीकुर्मश्चेत् तत्र किं भवति इत्युक्ते एतद् ज्ञानं तस्य एव इदानीं सर्वम् इति सर्वम् अस्ति, सर्वं जगत् इति अहं वदामिश्चेत् तादृशशब्दप्रयोगस्य मात्रं प्रति ज्ञानस्य कारणता भवति, तद् न इष्टं यदा तत् षष्टितत्पुरुष वयं स्वीकुर्मश्चेत्. अस्तु, अत्र मेहुल् महोदयस्य चिन्तनं किम्? अग्रे एव अग्रिमपङ्क्त्यो एव तत्र उदाहरणं दत्तमस्ति, इष्टं च किमस्ति? तर्हि इष्टमस्ति अयं घटः इति व्यवहारं प्रति अपि ज्ञानस्य कारणत्वम् अस्माकम् इष्टमस्ति. परन्तु अत्र एकनिमिषं मेहुल् महोदय, तर्हि श्रीराममहोदय भवानेव प्रतिपादयतु, पुनः मेहुल् महोदयस्य चिन्तनं भवतु. तर्हि इष्टं च अयं घटः इति श्रीराममहोदय प्रतिपादयतु. इष्टं च अयं घटः इति व्यवहारं प्रति अपि ज्ञानस्य कारणत्वम्. इदानीं यत्किमपि न तु केवलं सर्वं सर्वम् अस्ति अथवा सर्वं जगत् इत्यादि व्यवहारमात्रम्, इदानीं घटः अस्ति, पटः अस्ति, घटः नष्टः, एतादृशव्यवहाराणाम् अपि ज्ञानस्य कारणता भवेत् इति कृत्वा तत्र सर्वे ये व्यवहाराः इत्येव इत्येव विग्रहवाक्यं साधु तत्र कर्मधारयसमासः भवतु इति अस्ति. अनन्तरम् इदानीं वयं तज्जन्यं न ज्ञानं न सर्वविषयकम् इति षष्टितत्पुरुष अङ्गीकारे तादृशव्यवहारजनके घटज्ञाने अव्याप्ति इति कर्मधारे एव साधु अस्ति. अत्र इदानीं वयं कुर्मः वदामः केवलं सर्वम् इति व्यवहारस्य केवलं सर्वम् इति व्यवहारस्य यदा अहं वदामि सर्वं जगत् इति वदामि सर्वं ब्रह्मम् इति वदामि किमपि वदामि तादृशव्यवहारः सर्वम् इति पदप्रयोगस्य केवलं तादृशप्रयोगस्य एव ज्ञानस्य कारणता अस्ति चेत् तदा अयं घटः इति प्रयोगस्य तत्र अव्याप्तिः भवति. इति कृत्वा कर्मधारयः एव साधुः इति आचार्यः. अस्तु, तर्हि यदि षष्टीतत्पुरुषः स्वीकुर्मः तर्हि ज्ञानस्य आकारः कथं भवेत्? ज्ञानस्य आकारः सर्वम् इति भवति. न, केवलं सर्वम् इति न भवति. इदं सर्वं सर्वम् इति सर्वमिति केवलम् इत्यस्य आकारः भवति ज्ञानस्य, परन्तु सर्वम् इति शब्दस्य अर्थः भवति सर्वविषयकं यत् ज्ञानं तस्य एव तत्र ग्रहणं भवति. अतः तदेव अत्र क्लेशः भवति सर्वम् इति वदामः चेत्. मम प्रश्नस्य उत्तरं समीचीनतया ददति चेत् तर्हि बोधः जातः इति मया अवगन्तुं शक्यते. इत्युक्ते घटः इदानीम् अतीतादिव्यवहारहेतुः कालः इत्यत्र ज्ञानस्य इदानीम् अतीतादिव्यवहारहेतुः इति उक्तं खलु. तत्र अतीतादिव्यवहारहेतुः इत्यनेन अत्र व्यवहारः इत्युक्ते शब्दप्रयोगः. शब्दप्रयोगस्य आकारः कः इति चेत् घटः अतीतः इति यदा वदामः तथा सर्वस्य व्यवहारः इति यदि षष्ठीतत्पुरुषसमासः स्वीकुर्मश्चेत् शब्दप्रयोगः कथं भवति? सर्वम् अस्ति इति वदामः महोदय. सर्वम् अस्ति, सर्वं तिष्ठति. केवलम् एकमेव वाक्यं वा, नो चेत् इतोपि किञ्चित् वक्तुं शक्यते वा? न, इत्युक्ते सर्वम् उपयुज्य बहूनि वाक्यानि, सर्वं जगत् तादृशं, सर्वं ब्रह्म इति वाक्यानि अपि भवितुमर्हति खलु महोदय, न तु सर्वम् इति एव. सत्यं, सर्वं तस्मादुपरि किञ्चित् वक्तव्यं, किन्तु भवान् तत्र सर्वं जगत् सर्वं ब्रह्म इति वाक्यद्वयम् उक्तम्, इतोपि किं कानिचन वाक्यानि वदति वा सर्वम् इति प्रयुज्य? तदा अत्र जाति स्वीकृत्य अपि वक्तुं शक्नुमः. किं जाति स्वीकृत्य अपि वक्तुं शक्नुमः इति अहं चिन्तयामि. न तु वाक्यं वदतु. सर्वे जनाः उत्तमं. तत्र सर्वे घटाः, सर्वे पटाः इति तादृश आकारकम् इति मनसि भवेत्. इत्युक्ते सर्वम् इत्युक्ते सर्वं तस्मिन् अन्तर्भूतं तादृशवाक्यम् इति मनसि न इति न वदन्तव्यम्. सर्वम् इति पदम् इत्युक्ते घटः अतीतः, पटः अतीतः, मठः अतीतः, पुरुषः अतीतः. अतीतः इति पदेन सह अन्यत् यत्किमपि पदं योजयितुं शक्यते खलु, एवं सर्वम् इति भवेत्। तस्मादुपरि केवलं तत्र सर्वं जगत् सर्वं ब्रह्म इति तादृशं नास्ति, सर्वे घटाः सर्वे पटाः इति अपि वक्तुं शक्यते, किन्तु सर्वस्य व्यवहारः इति वदामश्चेत् तत्र सर्वम् इति पदं वाक्ये भवेत् इत्युक्ते अयं घटः इति व्यवहारः कुर्मश्चेत्, इदानीं मम पुरतः घटः अस्ति, मम पौत्रः पृच्छति भोः एषः कः इति, अहं वदामि अयं घटः, तर्हि अत्र सर्वम् इति पदं न दृश्यते इति कृत्वा यदि षष्ठीतत्पुरुषसमासः स्वीकुर्मः तदा अयं घटः इति शब्दप्रयोगस्य मयि आत्मनि विद्यमान यत् ज्ञानमस्ति तस्मिन् अतिव्याप्तिः भवति, अतिव्याप्तिः नास्ति अव्याप्तिः भवति, अव्याप्तिः भवति इति कृत्वा कर्मधारयसमासः एव वक्तव्यः। सर्वे ये व्यवहाराः इत्युक्ते यः कोऽपि व्यवहारः अस्ति, व्यवहारः इत्युक्ते यः कोऽपि शब्दप्रयोगः अस्ति, तेषु शब्दप्रयोगेषु अपि लक्षणं पत्येत इति कृत्वा सर्वे ये व्यवहाराः इति कर्मधारयसमासः वक्तव्यः, न तु सर्वस्य इति। अस्तु, समीचीनम्। अत्र महोदय, हा, गतवर्गे समाजविषये प्रश्नः आसीत्, ततः एव इदानीम् एतत् पठितवन्तः। इदानीं मम तत्र मया यत् उक्तं सर्वेषां व्यवहाराणाम् इति मया उक्तम्, तत्र अहं तत्रापि कर्मधर एव अस्ति खलु महोदय, सर्वे व्यवहाराः तेषाम् इत्युक्ते सर्वेषां व्यवहाराणाम् इति अर्थः न जायते वा? नास्ति, अत्र विग्रहवाक्यं प्रथमविभक्तौ एव भवति खलु, सर्वव्यवहाराः तेषां सर्वव्यवहाराणाम् इति भवति, सर्वव्यवहाराणाम्। इदानीं तत्र अहं चिन्तयामि, इदानीं सर्वजनसिद्धम् इति पदं प्रायः भाषेषु भवति, तत्र सर्वेण जनेन सिद्धम् इति वदामः अथवा सर्वैः जनैः सिद्धम् इति अपि वदामः खलु महोदय, तत्र सर्वः जनः तदनन्तरं तैः सिद्धम् इति विग्रहवाक्यं समीचीनं तु, अर्थः समानः अस्ति, तद् शास्त्ररीत्या वदामश्चेत् सर्वः जनः तैः सिद्धम् इति एव भवति, तत्र अर्थः समानः नास्ति, अर्थः समानः नास्ति, किमर्थमित्युक्ते इदानीं सर्वस्य ज्ञानम् इति वदामः, सर्वस्य व्यवहारः इति वदामश्चेत् तत्र सर्वम् इति पदं व्यवहारे भवेत् तदा एव सर्वस्य व्यवहारः इति वक्तुं शक्यते षष्ठीतत्पुरुषः, किन्तु सर्वे ये व्यवहारः इति वदामश्चेत् तत्र भिन्नवार्ता अस्ति। तत्र अहं चिन्तयामि सर्वस्य व्यवहारः यत्र सम्बन्धः अस्ति, इदानीं सर्वेषां व्यवहाराणाम् इति वदामश्चेत् तत्र सम्बन्धः न दृश्यते भासते इति अहं चिन्तयामि। न, सम्बन्धः प्रथमं तु सर्वस्य व्यवहारः इति वदामश्चेत् तत्र इदानीं षष्ठी सर्वस्य इति पदस्य षष्ठी सम्बन्धषष्ठी नास्ति, अत्र कर्तृकर्मणोः कृति व्यवहारः इति घञ् अस्ति, तर्हि कृत्प्रत्ययः अस्ति इति कृत्वा इदानीं पूर्वं स्थितस्य पदस्य षष्ठीविभक्तिः लब्धः, सम्बन्धषष्ठी नास्ति अत्र। एवमस्ति, तदा अस्तु, सर्वेषां व्यवहाराणाम् इत्यत्र कीदृशं भवति महोदय? इत्युक्ते सर्वेषां व्यवहाराणाम् इति वदामश्चेत् इदानीं सर्वव्यवहारः इति यदुक्तं कर्मधारय यदुक्तं तत्तु इदानीं वाक्यरूपेण उक्तम्, यदि वाक्यरूपेण वदामः सर्वेषां व्यवहाराणां व्यवहारः इत्युक्ते शब्दप्रयोगः इति स्वीकुर्मः तर्हि सर्वेषां शब्दप्रयोगानां कारणम् अस्ति ज्ञानम् इति वदामश्चेत् क्लेशः नास्ति, समानार्थः एव. तदेव तदेव अस्तु अस्तु अस्तु. यदि यदि तादृशं वक्तुम् इष्टवान् तर्हि समीचीनम्. किन्तु अत्र लक्षणवाक्ये सर्वव्यवहारहेतुः इति समस्तपदं दृश्यते. सत्यं, तत्र शास्त्ररीत्या विग्रहवाक्यं वक्तव्यं भवति. हा, अत्र विग्रहवाक्यं तु यदा कदापि एतादृशं न भवति खलु, सर्वेषां व्यवहाराणाम् इति विग्रहवाक्यं यदा कदापि न भवति. सत्यं, यद् मया उक्तं व्यवहारः इति भवितुमर्हति, नो चेत् सर्वे ये व्यवहाराः तत् सर्वव्यवहारः इति अपि भवितुमर्हति. द्विधा वक्तुं शक्यते. यदि षष्ठीतत्पुरुषसमासः स्वीकुर्मः तदा क्लेशः भवति, तर्हि कर्मधारयः एव स्वीकरणीयः इति अत्र प्रतिपादितं तावदेव. अस्तु महोदय, धन्यवादः. अस्तु अस्तु, समीचीनम्. अस्तु, प्रश्नाः सन्ति वा? नो चेत् अग्रे गच्छेम. अस्तु, इदानीं कियत्पर्यन्तं तर्हि सर्वव्यवहारहेतुर्गुणः ज्ञानं बुद्धिः इति अस्ति. तत्र सर्वव्यवहारहेतुः गुणः इति पदं किमर्थम् इति प्रश्नः उदितः. इत्युक्ते दलसार्थक्यं कुर्मश्चेत् मेहुल् महोदय किञ्चित् प्रतिपादयति वा पुनः, यदि सर्वव्यवहारहेतुः इति एकमेव दलं स्वीकुर्मश्चेत् कुत्र अतिव्याप्तिः वा दोषः भवति इति वदति वदतु. आम्, अत्र सर्वव्यवहारहेतुत्वम् अपि च गुणत्वम् इति दलद्वयम् अस्ति. अत्र सर्वव्यवहारहेतुत्वम् इति एव एक एव दलं स्वीकुर्मः चेत् अत्र बुद्धिः इति अन्यतमः गुणः अस्ति, अतः अन्य सर्वे ये गुणाः सन्ति तेषाम् अतिव्याप्तिः भवति. न, तेषाम् अतिव्याप्तिः भवति यदि किं दलं स्वीकुर्मः. सर्वव्यवहारहेतुत्वम् इति एकमेव दलं स्वीकुर्मश्चेत् अन्येषु गुणेषु अतिव्याप्तिः न भवति. यदि गुणत्वम् इति एकमेव दलं स्वीकुर्मः. आम् आम्, सत्यं, हा, क्षम्यतां, गुणत्वम् एक एव स्वीकुर्मः चेत् अन्येषाम् अन्येषु गुणेषु अतिव्याप्तिः भवति. सत्यं, अतः एव सर्वव्यवहारहेतुत्वम् इति अत्र योजनीयम्. सत्यं, सर्वव्यवहारहेतुत्वम् इति एव केवलं स्वीकुर्मः चेत् तत्र अन्यत् यः ज्ञानम् अस्ति इत्युक्ते आत्मनि इति अस्ति खलु, आत्मनि एव अतिव्याप्तिः भवति इति अहं मन्ये. न, आत्मनि एव इति न, यदि आत्मनि अतिव्याप्तिः भवति कथम् इति निरूपयतु. इदानीं समीचीनगभीरचिन्तनं जातं खलु, सर्वव्यवहारहेतुः इत्युक्ते किम्? ज्ञानस्य प्रति कारणम् अस्ति तत् शब्दजनकप्रयोग शब्दज्ञानजनशब्दक शब्दप्रयोगः इति. अतः सर्वव्यवहारहेतुत्वम् इति आत्मनि अपि अस्ति. आत्मा विभुः अस्ति, अतः आत्मनः विभुत्वस्य अत्र अत्र किं महत्त्वमस्ति? किमपि नास्ति खलु, आत्मा विभुः भवतु, अनेन किम्? आकाशः अपि विभुः. अत्र कथं चिन्तनीयं महोदय, एकं व्यवहारं स्वीकरोतु, अयं घटः. अयं घटः, अस्तु, अयं घटः इति शब्दप्रयोगस्य कारणं किं किं भवितुमर्हति? ज्ञानं तु एकम्, अयं घटः इति ज्ञानं विना अयं घटः इति शब्दप्रयोगः न कर्तुं शक्यते. किन्तु केवलं ज्ञानमेव अयं घटः इति शब्दप्रयोगस्य कारणं वा, अन्यत् यत्किमपि वक्तुं शक्यते वा? आम् आम्, घटः अपि कारणमस्ति, मनः इति अपि कारणमस्ति, मनसि यः इच्छा. प्रतिपादयतु, कथं वा घटः कारणं भवति, मनः कथं वा कारणं भवति इति प्रतिपादयतु. अस्तु, अत्र घटः घटं पश्यामः चेत् अथवा यदि घटं पश्यामः चेत् अयं घटः इति मनसि ज्ञानम् उत्पद्यते. चक्षुः, एकनिमिषं, वयं न्यायवर्गे स्मः, मनसि ज्ञानम् उत्पद्यते इति यदा कदापि न वक्तव्यम् अत्र. ज्ञानं कुत्र उत्पद्यते? आत्मनि आत्मनि हा आत्मनि ज्ञानम् उत्पद्यते न तु मनसि. मनः केवलम् इन्द्रियमस्ति. हा केवलम् इन्द्रियं तर्हि अयं घटः इति ज्ञानम् आत्मनि उत्पद्यते. अपि च सर्वे ये व्यवहाराः सन्ति तेषाम् अपि महोदय इदानीं सर्वे सर्वव्यवहारविषये कृपया मा चिन्तयतु. इदानीम् अस्माकं पुरतः अस्ति अयं घटः इति शब्दप्रयोगः. आम् आम् भवान् मां प्रति वदति अयं घटः इति. तर्हि इदानीं तत् एतत् सन्दर्भं स्वीकृत्य चिन्तयतु. अयं घटः इति भवान् एव शब्दप्रयोगः कृतवान् खलु. शब्दप्रयोगं कृतवान् तर्हि तस्य शब्दप्रयोगस्य कानि कारणानि अपेक्षितानि भवन्ति? आम् आम् तत्र अयं घटः इति व्यवहारस्य कृते घटः इति आवश्यकं. घटः पुरतः अस्ति चेदेव अयं घटः इति शब्दप्रयोगः व्यवहारः भवति. अतः घटः इति निमित्तकारणं भवति. उत्तमं. तर्हि इदानीं घटे अतिव्याप्तिः उक्तं खलु. घटः नास्ति चेत् अयं घटः इति पदप्रयोगं शब्दप्रयोगं कर्तुं शक्यते वा? न शक्यते. न शक्यते. तर्हि घटे अतिव्याप्तिः अपि च एकस्मिन् व्यक्तौ अतिव्याप्तिः वदामश्चेत् पर्याप्तम्. आम् आम् सत्यं. हा एक एव. अस्तु तर्हि अत्र केवलं चिन्तनार्थम् अहं वदामि. यदि भवतः जिह्वा नास्ति केवलम् आत्मनि अयं घटः इति ज्ञानं जायते हा तर्हि शब्दप्रयोगः एव न कर्तुं शक्यते खलु. न कर्तुं शक्यते. हा तर्हि जिह्वा नास्ति चेत् अयं घटः इति शब्दप्रयोगः न कर्तुं शक्यते. हा सत्यं सत्यं. घटः नास्ति चेत् अयं घटः इति शब्दप्रयोगः न कर्तुं शक्यते. हा सत्यं. तर्हि आत्मापर्यन्तं न गन्तव्यम् इत्युक्ते जिह्वा अपि कारणं. शब्दप्रयोगस्य कारणं किं कारणानि कानि इति चिन्तयामश्चेत् यस्मिन् विषये ज्ञानस्य विषयः शब्दप्रयोगस्य विषयः यदस्ति तदपि कारणं जिह्वा अपि कारणं इति बहूनि कारणानि कल्पयितुं शक्यते. आम् आम् कल्पयितुं. तर्हि तत्तेषु सर्वेषु कारणेषु अतिव्याप्तिः भवति इति कृत्वा गुणत्वं गुणत्वं. हा सम्यक्. अत्र बुद्धिः किं तर्हि इत्युक्ते गुणत्वम् इति एव योजयामः चेत् केवलम् अत्र अन्ये ये सर्वे घटाः अपि च जिह्वा इति सर्वाणि कारणानि सन्ति तेषाम् अतिव्याप्तिः न भवति गुणत्वम् इत्यनेन. अस्तु इतोपि किञ्चित् चिन्तयामः. इदानीं चतुर्विंशतिगुणाः सन्ति खलु. तेषु सर्वव्यवहारहेतुर्गुणः इति दलद्वयं वदामश्चेत् चतुर्विंशतिगुणेषु ज्ञानं विहाय अन्यत्र यत्र कुत्रापि अतिव्याप्तिः भवति वा? ज्ञानं विहाय इत्युक्ते आत्मगुणानि स्वीकुर्मः आत्मगुणाः स्वीकुर्मः बुद्धिः ज्ञानम् इति प्रथमः आत्मगुणः. अस्तु तदनन्तरम् इच्छा अस्ति. इदानीम् इच्छायाम् अतिव्याप्तिः भवति वा इति चिन्तयतु. इच्छा हा इच्छा कुर्मः चेत् अपि अयं घटः इति ज्ञानेन ज्ञानेन इच्छा एव हा इच्छायामपि अतिव्याप्तिः भवितुं शक्नोति इति अहं मन्ये. इच्छा अस्ति चेदेव अयं घटः इति शब्दप्रयोगं कुर्मः. अस्माकम् आत्मनि इच्छा उत्पद्यते अतः एव ज्ञानम् उत्पद्यते इति अहं मन्ये. इच्छायामपि अतिव्याप्तिः भवितुं शक्नोति. न किन्तु अयं घटः इति शब्दप्रयोगस्य इच्छाकारणं भवति वा इति चिन्तनीयं. तदेव अस्माकं पुरतः प्रश्नः. मन्ये हा यदि अहम् इच्छा कुर्मः चेत् अन्यत् यः जनः मम पुरतः अथवा समीपे अस्ति तेषामपि एतत् ज्ञानं भवेत् इति यदि मम इच्छा अस्ति चेत् अहं वदामि अयं घटः इति. अतः तदपि कारणं भवितुम् अर्हति इति अहं मन्ये. किन्तु अस्तु, अत्र इदानीम् इच्छा कीदृशकारणं, यदि इच्छा मम मम पौत्रः मां पृच्छति भोः एषः कः इति पृच्छति, यदि मम आत्मनि इच्छा अस्ति तस्य उत्तरं मया वक्तव्यम् इति इच्छा नास्ति चेत् सः बहुवारं पृच्छति चेदपि अहम् उत्तरं न दास्यामि खलु. आम् आम् सत्यम्. तर्हि इच्छा तु कारणमस्ति, किन्तु इच्छा असाधारणकारणं वा साधारणकारणं वा इति चिन्तयामश्चेत् अत्र उत्तरस्य उत्तरं दातुम् इच्छा साधारणकारणमस्ति. अयं घटः इति उत्तरं दातुम् इच्छा साधारणकारणं नास्ति. इत्युक्ते मम इच्छा अस्ति अयं पशुः इति इच्छा अस्ति चेत् उत्तरं समीचीनं भवति वा? न भवति खलु. तर्हि यद्यपि इच्छा कृतिः संस्कारः इति एतत् सर्वं कारणमस्ति, किन्तु तानि साधारणकारणानि सन्ति. साधारणकारणानि सन्ति, न तु किम् अत्र विशेषकारणानि असाधारणकारणानि कारणं नास्ति. अयं घटः इति तादृशशब्दप्रयोगस्य यदि अयं घटः इति ज्ञानं, अयं घटः इति आकारकज्ञानं मम आत्मनि यदि नास्ति, मयि आत्मनि नास्ति, तर्हि अदम् अयं घटः इति शब्दप्रयोगः न कर्तुं शक्यते. सत्यम्. इति कृत्वा यद्यपि इच्छा कृतिः इति एते अपि गुणाः सन्ति, तेषाम् आवश्यकता अस्ति, किन्तु ते साधारणकारणानि, तानि साधारणकारणानि सन्ति, न तु असाधारणकारणम्. अस्तु अस्तु. तर्हि असाधारणकारणम् इत्युक्ते केवलं ज्ञानं, तत्र एव लक्षणं पतति इति कृत्वा दलद्वयं पर्याप्तं भवति. अस्तु सम्यक्. अस्तु धन्यवादः. अस्तु तर्हि अग्रे गच्छेम. समीचीनं, किन्तु एतादृशगभीरचिन्तनम् अस्माकं वर्गे अपि न कृतं. सम्यक्. अत्र प्रथमं लक्षणवाक्ये तत्र यत् वयं पठामः तत्र पठितवन्तः, तेन ज्ञानजनकशब्दप्रयोगमात्रं प्रति ज्ञानस्य कारणत्वं लभ्यते. तत्र पूर्वे यद् ज्ञानं मनसि आसीत् तेन एव शब्दजनकप्रयोगः भवति, अतः तेन सह अन्यस्मिन् आत्मनि ज्ञानम् उत्पद्यते. तत्र ज्ञानम् आसीतेव, पुनः नूतनज्ञानम् उत्पद्यते, तत्र एव भ्रमः जातः. सत्यम्. इत्युक्ते ज्ञानम् अस्ति चेदेव शब्दप्रयोगः कर्तुं शक्यते, शब्दप्रयोगः कुर्मश्चेत् पुनः ज्ञानम् उत्पद्यते. किन्तु शब्दप्रयोगस्य यत् यद् ज्ञानं कारणम् आसीत् तज्ज्ञानं पुनः न उत्पद्यते, नूतनज्ञानम् उत्पद्यते अन्यस्मिन्. तदेव अन्यस्मिन् मयि अपि तज्ज्ञानं न भवति. नूतनज्ञानम् अयं गतः इति नूतनज्ञानं मयि एव न भवति, अन्यस्मिन् भवति. तदेव स्पष्टता. उत्तमम्. अत्र अत्र वैशिष्ट्यं किम्, एतादृशचिन्तनस्य वैशिष्ट्यं किम् इति चेत् अत्र पङ्क्तिशः न पठेम खलु, केवलं स्थूलरीत्या इदानीं चिन्तनं, पुस्तके किं दत्तमस्ति तत् त्यक्त्वा वयं स्वचिन्तनं कुर्वन्तः स्मः. तदा एव गभीरचिन्तनं भवति, नो चेत् अत्र वाक्यं कथमस्ति, तत्र शब्दानाम् अर्थः कः, अत्र कथं वा वाक्यं रचितम् इति तादृशविषये चिन्तनं जायते. अस्तु समीचीनं. तर्हि अग्रे सरेम. इदानीं अस्तु, अन्य कोऽपि यः, अस्तु स्वामीमहोदय वदति वा. इदानीं ज्ञानं सा द्विविधा, ज्ञानं बुद्धिः द्विविधा, नो चेत् तद्विधम् ज्ञानं द्विविधम् इति अस्ति, के इति वदति वा महोदय? महोदय स्वामीमहोदय वदतु. संस्कारः संस्कारः वा? स्मृतिः अनुभवः महोदय. हा, स्मृतिः अनुभवः इति ज्ञानस्य द्वैविध्यम्. अपि च सर्वे अत्र पश्यन्तु, अनुभवः इत्युक्ते किं? ज्ञानमेव. अस्माकं वेदान्ते वयं बहुवारं तादृशचिन्तनमस्ति, दोषचिन्तनमस्ति बहुषु, इत्युक्ते प्रथमं ज्ञानं भवेत् तदनन्तरम् अनुभवं भवेत् इति. प्रथमं ब्रह्मज्ञानं भवेत् तदनन्तरं ब्रह्मानुभवं भवेत् इति ते चिन्तयन्ति. वस्तुतः अनुभवः इत्युक्ते ज्ञानस्य एकविधमस्ति अनुभवः. अस्तु, तर्हि स्मृतिः अनुभवः इति ज्ञानस्य द्वैविध्यमस्ति. तर्हि तत्र स्मृतिः इत्युक्ते किं महोदय? स्वामिमहोदय भवानेव वदतु. स्मृतिः संस्कारमात्रजन्यं ज्ञानं महोदय. अस्तु, तर्हि प्रतिपादयतु तदेव लक्षणं, संस्कारमात्रजन्यं ज्ञानं स्मृतिः. हेतुः प्रथमं संस्कारमात्रजन्यम् इत्यस्मिन् तत्र कति पदानि सन्ति? महोदय तत्तु एकमेव महोदय, संस्कारमात्रजन्यम् इति एकमेव पदम्. अस्तु, संस्कारमात्रजन्यम् इति एकपदं वा समस्तपदं वा? समस्तपदं महोदय. हा, तर्हि समस्तपदमस्ति चेत् न्यूनातिन्यूनं पदद्वयं भवेत् खलु? अहं दलम् एकम् इति. न, दलं नास्ति, पदं संस्कारमात्रजन्यम् इति समस्तपदे कति पदानि सन्ति, तानि कानि? त्रीणि पदानि सन्ति महोदय. संस्कार, विग्रहवाक्यं वदतु. प्रथम पदद्वयं स्वीकृत्य संस्कारमात्र विग्रहवाक्यं किम्? अस्तु, वर्षा भगिनी किञ्चित् सहायं करोतु अत्र. संस्कार एव जन्यम् इति विग्रहवाक्यं भवति. अस्तु, प्रथमं संस्कार एव इति विग्रहवाक्यं. संस्कार एव इति विग्रहवाक्यं, संस्कारमात्रम् इति समस्तपदम्. हा, तत्र कीदृशसमासः अस्ति? मयूरनमस्कार. उत्तमं. स्वामिमहोदय, चिन्मात्र इति पदं भवता बहुवारं श्रुतं खलु? चिदेव इति विग्रहवाक्यं भवति. मयूरव्यंसकादयश्च इति सूत्रं, तत् कर्मधारयसमासस्य एकविधम् अस्ति मयूरव्यंसकादयः इति. मयूरव्यंसकादिसमासः अस्ति एतत्. अत्र चिद् एव इति विग्रहवाक्यं भवति, तस्य समस्तपदम् एव इत्यस्मिन् स्थाने मात्र इति पदं भवति समस्तपदे. तर्हि संस्कारमात्र, चिन्मात्र इत्युक्ते चिद् एव इति विग्रहवाक्यम्. एवं संस्कारमात्र इत्युक्ते संस्कार एव इति विग्रहवाक्यम्. अस्तु, इदानीं संस्कारमात्र तदनन्तरं जन्यम् इति अस्ति. तत्र संस्कारमात्रजन्यम्, अत्र संस्कारमात्र इति, संस्कारमात्रम् इति एकं पदं, जन्यम् इति द्वितीयं पदं. तयोः मध्ये विग्रहवाक्यं वदतु स्वामिमहोदय. वदतु महोदय. संस्कारमात्रेण जन्यम्. अत्र संस्कारमात्रेण जन्यम् इति न वक्तव्यं, संस्कारेण मात्रं जन्यम् इति वक्तव्यं, मात्रजन्यम् इति वक्तव्यं. संस्कारेण मात्रजन्यम् इत्युक्ते. अस्तु, अपि च लक्षणवाक्ये यदा मात्रपदं दृश्यते तर्हि तत्र कथं वक्तव्यं? अन्यद् लक्षणवाक्यं वदति वा यस्मिन् मात्रपदम् अस्माभिः दृष्टं? महोदय, रूपस्य लक्षणं किम्? रूपमिति गुणः अस्ति खलु? अस्ति महोदय. तस्य लक्षणवाक्यं किम्? चक्षुर्मात्र, चक्षुर्मात्र ग्राह्य गुणः. चक्षुर्मात्रग्राह्यो गुणः रूपम्. उत्तमम्. अत्र मात्र इति पदेन किम् अवगतम्? अन्ये अन्य अन्यं विहाय एकमेव. अन्यं विहाय इत्युक्ते किम्? अत्र अन्यं किम् महोदय? रसनं वा घ्राणं वा त्वक् वा? हा, तर्हि अन्यमित्युक्ते अन्य इन्द्रियम् इति वदतु. अन्यम् इति सामान्यपदमस्ति खलु. अन्यम् इत्यनेन किं भवता परामर्शितम् इति मया न ज्ञातुं शक्यते. केवलम् अन्यम् इति वदति चेत् आम् अन्यैः. तर्हि चक्षुर्मात्रग्राह्यो गुणः रूपम् इत्यत्र वस्तुतः दलत्रयमस्ति. चक्षुर्ग्राह्यत्वे सति, चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वे सति गुणत्वं खलु? आम् महोदय. तर्हि यत्र यत्र मात्रपदं दृश्यते तत्र दलद्वयं भवति. तर्हि अत्र दलद्वयं किं? संस्कारमात्रजन्यम् इत्यत्र. संस्कारजन्यं ज्ञानं, संस्कार भिन्न समीचीनं वदतु. संस्कारभिन्न अजन्यम्. हा, उत्तमं. संस्कारेण संस्कारजन्यत्वे सति, संस्कारभिन्नाजन्यत्वे सति, क्षम्यतां, संस्कारजन्यत्वे सति संस्कारभिन्नाजन्यत्वं जन्यत्वे सति ज्ञानत्वं स्मृतेः लक्षणं खलु? संस्कारजन्यत्वे सति संस्कारभिन्नाजन्यत्वे सति भिन्नाजन्यत्वे भिन्न अजन्यत्वे सति ज्ञानत्वं स्मृतेः लक्षणम्. तर्हि कति दलानि सन्ति अत्र? दलद्वयं महोदय. दलद्वयं वा त्रयं वा? ज्ञानत्वम् इति त्रयं वा महोदय? हा, इति मां पृच्छति वा भवान्? अस्तु, यदि ज्ञानत्वम् इति दलं त्यजामः तर्हि कुत्र अतिव्याप्तिः भवति? अनुभवेन महोदय, अनुभवे. अनुभवं संस्कारेण जायते वा? न जायते. ज्ञानमेव अनुभवः. तर्हि दलसात्त्वं करोतु. यदि ज्ञानम् इति पदं त्यजामः, भवान् मां पृष्टवान् खलु ज्ञानं ज्ञानत्वम् इति दलं वा न वा इति, तस्मिन् विषये भवानेव चिन्तयतु. यदि ज्ञानं संस्कारमात्रजन्यं स्मृतिः इति एव वाक्यमस्ति, आसीत् लक्षणवाक्यम् आसीत्, तर्हि अत्र क्लेशः कः? बुद्धेः अनेक गुणसम्भावना अस्ति. ज्ञानम् एकमेव. अन्य अपि सूचितुम् अर्हति प्रायः ज्ञानम् इति त्यजामः चेत् कुत्र वदतु एकं वदतु महोदय धर्म धर्मे संस्कारजन्यत्वे सति संस्कार भिन्न अजन्यत्वमस्ति वा न जानामि महोदय न अत्र कथं चिन्तनीयम् इति भवता ज्ञातं वा न वा इति मम अवगमनं नास्ति तत्र अतः एव अहं पृच्छन् अस्मि आं महोदय अस्तु वर्षाभगिनी किञ्चित् चिन्तयतु अत्र दलसार्थक्यं करोतु अत्र कति दलानि सन्ति इति प्रथमं वदतु दलसार्थक्यं करोतु आं महोदय अत्र त्रीणि दलानि सन्ति तानि कानि आं महोदय प्रथमं तु संस्कारजन्यत्वं द्वितीयं संस्कारभिन्न जन्यत्व अभावत्वम् इत्युक्ते संस्कारभिन्न अजन्यत्वम् अजन्यत्वं हा संस्कारभिन्न अजन्यत्वं तृतीयं तु ज्ञानत्वं प्रथमं दलसार्थक्यं करणीयं वा हा ओके प्रथमं संस्कारजन्यत्वं तदेव स्वीकुर्मश्चेत् अपि च संस्कारभिन्नजन्यत्वम् अपि च ज्ञानम् इति त्यजामश्चेत् प्रत्यभिज्ञायाः अतिव्याप्तिः भवति कथम् इति निरूपयतु प्रत्यभिज्ञा इति एकविधज्ञानमस्ति प्रत्यभिज्ञा संस्कारेण जन्यति अपि च इन्द्रियप्रत्यक्षमपि भवति तत् समये अतः केवलं संस्कारेण न जन्यति अतः संस्कारजन्यत्वं संस्कारभिन्न इन्द्रिय जन्यत्वम् इति वदामश्चेत् प्रत्यभिज्ञायाः अतिव्याप्तिः न भवति एकनिमिषम् अत्र प्रत्यभिज्ञा समीचीनं उत्तमं प्रत्यभिज्ञा इत्युक्ते किम् इति भवत्या उक्तम् उदाहरणवाक्यं वदतु प्रत्यभिज्ञायाः उदाहरणवाक्यं अयं देवदत्तः सोऽयं देवदत्तः हा तत्र सोऽयम् इति भवेत् अयं देवदत्तः इति प्रत्यभिज्ञा नास्ति सः अयं देवदत्तः सः इत्युक्ते अन्यस्मिन् देशे अन्यस्मिन् काले यः आसीत् अपि च यः इदानीम् अस्माकं पुरतः अस्ति अयम् इति सोऽयं देवदत्तः इति आकारकः भवति प्रतिभिज्ञा उत्तमं तत्र सः इति उक्तत्वात् संस्कारजन्यत्वं प्रत्यभिज्ञायाम् अस्ति यदि संस्कारजन्यत्वम् इति एकमेव दलं स्वीकुर्मः तर्हि प्रत्यभिज्ञायाम् अधिव्याप्तिः भवति समीचीनं तर्हि इदानीं द्वितीयदलं स्वीकरोतु संस्कार केवलं संस्कारभिन्न अजन्यत्वम् इति वदामश्चेत् यः अजन्यः अस्ति तस्मिन् अतिव्याप्तिः भवति यथा नित्यद्रव्याणि आकाशादि नित्यद्रव्याणि अतिव्याप्तिः भवति अस्तु अत्र नित्यद्रव्येषु अतिव्याप्तिः भवति इति भवती उक्तवती किन्तु इत्युक्ते अजन्यम् इति वदामश्चेत् केवलम् अजन्यम् इति वदामश्चेत् नित्यद्रव्येषु भवति किन्तु केवलम् अजन्यम् इति द्वितीयदलं नास्ति खलु संस्कारभिन्नाजन्यम् इति अस्ति तर्हि अत्र भिन्न इति पदेन किं परामर्शितमस्ति अनुभवं वा महोदय न जाने भवती एव चिन्तयतु अत्र भिन्न यथा चक्षुर्मात्रग्राह्यो गुणः रूपम् इत्यत्र चक्षुरिन्द्रियम् इति पदं योजितं खलु चक्षुर्भिन्नम् इति वदामश्चेत् तत्र घटः अपि भवितुमर्हति घटः अपि चक्षुर्भिन्नमस्ति किन्तु घटस्य निष्कासः अत्र न कृतः चक्षुरिन्द्रियग्राह्यत्वे सतु सति चक्षुर्भिन्ने भिन्न इन्द्रिय अग्राह्यत्वे सति इति उक्तं खलु. एवम् अत्र संस्कारभिन्नम् इत्युक्ते किम्? संस्कारभिन्नज्ञानं संस्कारभिन्न ज्ञानस्य साधनमेव किम्? प्रत्यक्षज्ञानम् एतानि सर्वाणि वा न अनुभवम्? अतः अनुभवं भवति. प्रथमं संस्कारजन्यत्वम्, अत्र संस्कारः कः? कारणमस्ति खलु? कारणमस्ति स्मृतिं प्रति संस्कारः कारणं. तर्हि एवं संस्कारभिन्नम् इत्युक्ते यः कोऽपि कारणं वक्तव्यम्. यत्किमपि कारणं वक्तव्यं संस्कारभिन्नम् इत्यनेन. तर्हि भिन्नशब्देन संस्कारभिन्नम् इत्युक्ते यद्यत् संस्कारः नास्ति लोके तत्सर्वं संस्कारभिन्नं, किन्तु तेषां सर्वेषां परामर्शः अस्ति अत्र अस्ति वा? नो चेत् केषाञ्चन एव परामर्शः अस्ति वा इति चिन्तनीयम्. आं महोदय, यदि अनुभवः भवति इत्युक्ते इन्द्रियप्रत्यक्षं भवति चेत् भवति तर्हि प्रत्यक्षज्ञानं जनयति. तद् जनयति इति निजन्तपदं किमर्थं वदति? सोरि, प्रत्यक्षज्ञानं जायते. जायते अत्र देशो अत्र अतिव्याप्ति भवति. संस्कारभिन्नं तु प्रत्यक्षं भवति, सोरि ज्ञानं तु प्रत्यक्षं भवति, संस्कारभिन्न अनुभवः भवति, अतः अनुभवः अपि कारणं भवति. अनुभवः कस्मिन् प्रति कारणं भवति? प्रत्यक्षज्ञानं प्रति. किन्तु इदानीं स्मृतेः विषये चिन्तनं खलु? वयं किं कुर्वन्तः स्मः इदानीं, यदि एकमेव दलं स्वीकुर्मः स्मृतिं विना अन्यत्र यत्र कुत्रापि लक्षणं गच्छति वा इति द्रष्टव्यम्. संस्कारभिन्न अजन्यत्वं कुत्र अस्ति इति द्रष्टव्यम्. संस्कारभिन्न अजन्यत्वं नित्यद्रव्याणि तु अजन्यानि एव, किन्तु संस्कारभिन्न अजन्यत्वं नास्ति. तत्र सामान्य अजन्यत्वमस्ति. संस्कारभिन्न अजन्यत्वं कुत्र अस्ति इति चिन्तनीयम्. अनुभवे अस्ति वा संस्कारभिन्न अजन्यत्वं? तर्हि संस्कारभिन्न अजन्यत्वम् अनुभवे अस्ति इति चेत् भिन्नम् इति पदेन किं परामर्शितम् इति वक्तव्यम्. अस्तु, अन्येषां चिन्तनमस्ति वा अस्मिन् विषये? सीतामहोदय, भवतः चिन्तनं किम्? अत्र पूर्वम् एतद् किञ्चित् चिन्तितवान् अस्माभिः. अत्र अहं चिन्तयामि इदानीं संस्कारभिन्न अजन्यत्वम् इत्यत्र इदानीं जन्य यत्किमपि जन्यत्व अभाववत्वं खलु महोदय, संस्कारभिन्नजन्यत्व अभाववत्वं. तर्हि अजन्यत्वम् इत्युक्ते अभावत्वम्. अत्र नै प्रत्ययः, अभावार्थे प्रयुक्तं, तावदेव. तत्र मम मनसि तत्र स्मृतिः भवति, अयं घट आकारस्मृतिः भवति. महोदय, पुनः वदामि, क्षम्यतां, मनसि इति यदा कदापि न वदतु. आत्मनि, क्षम्यताम्, आत्मनि तत्र भवति चेत् तत्र पटाकार तत्र घटेन पटाकारस्मृतिः न भवति खलु महोदय? अनेन तत्र संस्कारभिन्न इति यत्किमपि भवतु, तत्र घटः अपि भवतु, पटः यत्किमपि भवतु इति न वक्तव्यं, तदेव प्रश्नः अत्र. यत्किमपि भवति इत्युक्ते संस्कारभिन्नं, लोके इदानीं शतकोटि वस्तूनि सन्ति इति चिन्तयतु, तेषु संस्कारभिन्नं सर्वं भवति खलु, तादृशं न वक्तव्यम् अत्र भिन्न इति पदेन. यथा अतः एव मया उदाहरणम् उक्तं, चक्षुर्मात्रग्राह्यो गुणः रूपम् इत्यत्र चक्षुर्ग्राह्यत्वे सति चक्षुर्भिन्न अग्राह्यत्वे इति न उक्तं, चक्षुर् इन्द्रियग्राह्यत्वे सति चक्षुर्भिन्न इन्द्रिय अग्राह्यत्वे सति इति अत्र भिन्न इति पदस्य विशेषणम् उक्तम्, इन्द्रियम् इति उक्तं खलु. सत्यम् इत्युक्ते पाषाणखण्डमस्ति स्टोन्, तेन रूपं न गृह्यते, तर्हि चक्षुर्भिन्नम् इत्यनेन पाषाणम् अत्र उक्तम्, अत्र परामर्शितं वा इति चेत् न. किमर्थमित्युक्ते पाषाणेन पाषाणखण्डेन यत्किमपि न ग्रहीतुं शक्यते, तस्य तस्मिन् ग्राहकत्वमेव नास्ति. तर्हि यस्मिन् ग्राहकत्वमस्ति तेषां तत्र परामर्शः कृत्वा तैः अग्राह्यं भवेत् गुणः इति तादृशचिन्तनं करणीयम्. तत्र गुणः इच्छा अत्र आत्मगुणः यत्किमपि स्वीकृत्य वक्तव्यं भवति तदा इच्छा. अत्र अत्र पश्यतु, संस्कारभिन्न अजन्यत्वं, संस्कारभिन्नं तत्र अत्र कथं चिन्तनीयम् इति चिन्तयामः. संस्कारभिन्न अजन्यत्वं कुत्र भवति, संस्कारभिन्न अजन्यत्वम् इति. तर्हि यः कोऽपि यत्र अतिव्याप्तिः भवति तत् जन्यं भवेत्, तत्तु जन्यं भवेत् इत्युक्ते नित्यद्रव्येषु अतिव्याप्तिः भवति इति न वक्तव्यं. किमर्थम् इत्युक्ते तत् जन्यं भवेत् किन्तु संस्कारभिन्नेन अत्र जन्यं न भवेत् इति वार्ता अस्ति. तर्हि यः कोऽपि यत्र अतिव्याप्तिः वदामः तत् जन्यं भवेत्, अस्तु, संस्कारेण न जन्यं भवेत्, संस्कारभिन्नेन जन्यं भवेत्. संस्कारेण किं जायते, स्मृतिः जायते, प्रत्यभिज्ञा जायते, तद् अतिरिच्य यत्किमपि जायते वा संस्कारेण? संस्कार अभावः तत्र नाशः. हा, संस्कारनाशः अपि संस्कारेण जायते खलु. सत्यम्. संस्कारेण संस्कारनाशः अपि जायते, संस्कारं विना संस्कारः संस्कारनाशः संस्कार अभावः कथं वा स्यात्? संस्कारनाशः जन्यः अस्ति, तस्य उत्पत्तिः भवति. कदा? यदा संस्कारस्य नाशः भवति तदा संस्कार अभावः जायते. तर्हि संस्कार अभावः जन्यः अस्ति. अस्तु, इदानीं चिन्तयतु, संस्कारभिन्न अजन्यत्वं कुत्र भवति इति. इदानीं संस्कारभिन्न तत्र अन्येषु गुणे गुणं स्वीकुर्मश्चेत् तत्र यत्किमपि गुणं स्वीकुर्मश्चेत् तत्र भवति खलु महोदय, तत्र संस्कारनाशः तत्र संस्कारेण एव जायते, तदा अन्यस्मिन् गुणेषु अपि तत्र संस्कारभिन्न अजन्यत्वं भवति खलु? न, इति तादृशं न चिन्तनीयम् इति मया इदानीमेव उक्तम्. इत्युक्ते अत्र संस्कारभिन्न अजन्यत्वं ये नित्याः सन्ति, यानि नित्यानि सन्ति, यानि द्रव्याणि नित्यानि सन्ति, तत्रापि भवति खलु अजन्यत्वम् अस्ति तेषु, किन्तु तादृशं न चिन्तनीयम्। इदानीं जन्यत्व अभावत्वं तत्र इच्छा इच्छा अस्ति चेत् इच्छा तस्य इच्छा इति गुणं स्वीकुर्मः तदा तत्र कारणो न भवति खलु महोदय। तर्हि भवान् किं वक्तुमिच्छति, इच्छायां संस्कारभिन्न अजन्यत्वम् अस्ति इति वदति वा? संस्कारभिन्नं भ्रमत्व एव अस्ति महोदय। अस्तु मेहुल् महोदय, भवान् किं चिन्तयति, संस्कारभिन्न अजन्यत्वं कुत्र भवति इति? संस्कारभिन्न अजन्यत्वं मन्ये प्रत्यभिज्ञायाम् अस्ति। प्रतिपादयतु। प्रत्यभिज्ञा इति केवलं संस्कारेण न जायते, प्रत्यक्षज्ञानम् अपि तत्र भवति, प्रत्यक्षज्ञानम् अपि च तेन सह संस्कारः द्वयोः मिलित्वा एव प्रत्यभिज्ञा इति भवति। अतः संस्कारः तत्र इन्द्रियेण प्रत्यक्षज्ञानं भवेत् अपि च संस्कारः अपि भवेत्, द्वयोः मिलित्वा एव प्रत्यभिज्ञा भवति। अतः अहं मन्ये संस्कारभिन्न अजन्यत्वं तत्र प्रत्यभिज्ञायाम् अस्ति, तत्र प्रत्यक्षज्ञान इन्द्रियस्य सन्निकर्षः भवति अतः। उत्तमं, संस्कारभिन्न अजन्यत्वम् एव प्रत्यभिज्ञायां नास्ति, संस्कारजन्यत्वम् अपि प्रत्यभिज्ञायाम् अस्ति इति कृत्वा, इत्युक्ते संस्कारजन्यत्वे सति संस्कारभिन्न न संस्कारभिन्नजन्यत्वं प्रत्यभिज्ञायाम् अस्ति खलु, संस्कारभिन्न अजन्यत्वं प्रत्यभिज्ञायां नास्ति। संस्कारभिन्नजन्यत्वं प्रत्यभिज्ञायाम् अस्ति, संस्कारभिन्नम् इत्युक्ते किं, प्रत्यक्षं, प्रत्यक्षं तु संस्कारभिन्नमस्ति, प्रत्यक्षं तु स्वयं ज्ञानमस्ति, तर्हि संस्कारभिन्नम् इत्युक्ते किं, प्रत्यक्षं, प्रत्यक्षेन प्रत्यक्षजन्यत्वं प्रत्यभिज्ञायामस्ति, किन्तु अस्माकं लक्ष्यं किं, संस्कारभिन्न अजन्यत्वं कुत्र अस्ति इति, तत् कुत्र भवति? संस्कारभिन्न अजन्यत्वं तत्तु ईश्वरीयज्ञाने इति वयं दृष्टवन्तः खलु। वदतु, अत्र सर्वम् अस्माभिः चिन्तितं, किन्तु कुत्र अतिव्याप्तिः भवति इति पुनस्मारणमस्ति खलु, यदि ईश्वरीयज्ञाने तर्हि ईश्वरीयज्ञानः सर्वदा अस्ति एव, तस्य जननं न भवति अपि च अतः संस्कारभिन्न अजन्यत्वं तत्र अस्ति, ईश्वरीयज्ञाने अस्ति। अन्येषां चिन्तनं किं, संस्कारभिन्न अजन्यत्वम् ईश्वरज्ञाने, इति महोदय वदति। रमेश महोदय, भवान् किं चिन्तयति? ईश्वरज्ञानं तु संस्कारेण न जन्यति, तत् सम्यक् अस्ति। ईश्वरस्य ज्ञानं सर्वदा भवति, तर्हि तत् अजन्यम् अस्ति। तर्हि तत् भवितुमर्हति? अत्र किञ्चित् चिन्तनीयम्, संस्कारभिन्न अजन्यत्वम् इत्युक्ते ईश्वरस्य ज्ञानं नित्यमस्ति खलु, तज्जन्यमेव नास्ति, तर्हि यथा मया उक्तं यः कोऽपि तत्र इदानीं यद् वक्तव्यं संस्कारभिन्न अजन्यत्वम् इति यत्र वदामः तद् जन्यं भवेत् किन्तु तस्य जन्यत्वं संस्कारभिन्नेन न भवेत् इति अर्थः ईश्वरीयज्ञानं तु स्वयम् अजन्यमस्ति संस्कारेण नास्ति ईश्वरस्य संस्कारः एव नास्ति खलु केवलं तस्य इच्छा अस्ति कृतिः अस्ति ज्ञानमस्ति अन्ये आत्मगुणाः परमात्मनि ईश्वरे नास्ति एव तर्हि यद् अत्र यत्र अतिव्याप्तिः वदामः तत्तु अजन्यं भवे तत्तु जन्यं भवेत् अजन्यं वदामश्चेत् यथा वर्षा भगिन्या उक्तं नित्यद्रव्याणि अपि अजन्यानि सन्ति खलु तर्हि तत्र अतिव्याप्तिः भवति इति वक्तुं शक्यते किन्तु तादृशं नास्ति जन्यं भवेत् किन्तु संस्कारभिन्नेन न जन्यं भवेत् इत्युक्ते स्मृतिः इति स्वीकरोतु स्मृतिः संस्कारेण जायते किन्तु संस्कारभिन्नेन न ज्ञायते न जायते स्मृतिः तर्हि दलद्वयं स्वीकुर्मश्चेत् संस्कारेण स्मृतिः जायते संस्कारभिन्नेन स्मृतिः न जायते अपि च स्मृतौ ज्ञानत्वम् अस्ति इति कृत्वा स्मृतौ लक्षणं पतति किन्तु इदानीं दलसार्थक्यं यदा कुर्मः तदा वक्तव्यं संस्कारजन्यत्वम् इति एकमेव दलं वदामश्चेत् प्रत्यभिज्ञायाम् अतिव्याप्तिः भवत्येव संस्कारेण प्रत्यभिज्ञा जायते अपि च संस्कारनाशः अपि संस्कारेण जायते संस्कारं विना संस्कारनाशः न भवति इति कृत्वा संस्कारनाशे अपि अतिव्याप्तिः भवति यदि एकमेव दलं स्वीकुर्मः संस्कारजन्यत्वम् इति एकमेव दलं स्वीकुर्मश्चेत् प्रत्यभिज्ञायाम् अतिव्याप्तिः संस्कारनाशे अतिव्याप्तिः भवतु इदानीं द्वितीयदलं स्वीकुर्मः संस्कारभिन्न अजन्यत्वं तत्र नित्यानि न वक्तव्यानि निश्चयेन नित्यानि न वक्तव्यानि जन्यं भवेत् किन्तु संस्कारेण एव जन्यमिति नास्ति संस्कारभिन्नेन प्रत्यक्षेण अजन्यत्वं भवेत् तर्हि प्रत्यभिज्ञायाम् अतिव्याप्तिः इति न वक्तुं शक्यते अपि च ईश्वरज्ञाने ज्ञाने अपि अतिव्याप्तिः इति न वक्तुं शक्यते ईश्वरज्ञानं तु जन्यमेव नास्ति नित्यमस्ति तर्हि कुत्र अतिव्याप्तिः भवति पुस्तके दलसार्थक्यं चिन्तितं वा आं महोदय किम् अत्र आकाशादि नित्यद्रव्याणि एव दत्तमस्ति महोदय कुत्र किञ्चित् वदति वा पुस्तकं मम पुरतः अस्ति इदानीं आं महोदय एकनिमिषम् अहमपि अन्वेषणं कृत्वा वदामि तत्र 129 महोदय 129 इत्यत्र अन्तिमपङ्क्तौ अस्ति इह सर्वत्र आकाशे अतिव्याप्तिः अनुभवे अतिव्याप्तिः इत्यादि लेखनस्य आकाशमादाय लक्षणे अतिव्याप्तिः अनुभवमादाय लक्षणे अतिव्याप्तिः इत्यादिः अर्थः वर्णनीयः अव्याप्ति प्रत्यक्षेन व्याप्त्यादयोः दोषः हि लक्षणस्य न अत्र आकाशे अतिव्याप्तिः इति संस्कारविषये न स्मृतिविषये न लिखितम् अत्र सर्वत्र मात्रपदेन निवार्यं चिन्त्यम् इति अस्ति खलु यत्र यत्र मात्रपदं दृश्यते लक्षणवाक्ये तत्सर्वं स्वीकृत्य अत्र चिन्तितमस्ति तस्य पूर्वे यः परिच्छेदः अस्ति तस्मिन् उपरि परिच्छेदे अस्ति अस्तु तर्हि भवानेव पठतु महोदय, रघुण महोदय एकवारं पठतु। संस्कारजन्यत्वमात्रोक्तौ संस्कारध्वंसे अतिव्याप्तिः, तद् बुद्धं खलु, संस्कारध्वंसः अपि संस्कारेण जायते। अग्रे तदेव परिच्छेदे अस्ति, अन्तिमपङ्क्ति अस्ति, संस्कारध्वंसस्य संस्कारजन्यत्वात्। अग्रे अग्रे अस्ति संस्कारभिन्न अजन्यत्वस्य लक्षणत्वे तु अजन्ये आकाशादौ अतिव्याप्तिः ज्ञानत्वरूपविषये। एकनिमिषं, तत्र तदेव तत्रैव वयं स्मः खलु, संस्कारभिन्न अजन्यत्वस्य लक्षणत्वे तु अजन्ये आकाशादौ अतिव्याप्तिः इति लिखितं, किन्तु तत्र तावत् सन्तोषजनकः नास्ति मम, यथा मया इदानीमेव प्रतिपादितं, जन्यं भवेत् प्रथमम्, अतिव्याप्तिः जन्यं भवेत् इत्युक्ते संस्कारभिन्न अजन्यत्वम् इति वदामश्चेत् लोके यानि नित्यानि द्रव्याणि सन्ति, नो चेत् ये नित्याः सन्ति तत्र सर्वत्र अतिव्याप्तिः इति वदामश्चेत् क्लेशः कस्य, किमर्थम् अत्र एतादृशम् इत्युक्ते चक्षुरिन्द्रियग्राह्यत्वे सति चक्षुर्भिन्नेन्द्रियग्राह्यत्वम्, अत्र इन्द्रियमिति पदं किमर्थं योजितम्? पाषाणखण्डौ अपि तत्र अतिव्याप्तिः भवति इति वक्तुं शक्यते खलु? तर्हि यस्मिन् ग्राहकत्वम् अस्ति, इन्द्रियाणि एव ग्राहकाणि, तेषु एव ग्राहकत्वमस्ति इति कृत्वा अन्येषु इन्द्रियेषु न भवेत् इति तत्र उक्तम्, एवम् अत्रापि वक्तव्यमस्ति। तत्र पुटसङ्ख्या 128 मध्ये अपि दत्तमस्ति, तत्र द्वितीय द्वितीय किमनेन आयातम् अन्यत्र किमनेन आयातम् इति परिच्छेदस्ति, तस्य अधोभागे अस्ति, अतः एवं समाधानं वाच्यं, तत्र किञ्चित् अस्ति परन्तु तथापि प्रत्यभिज्ञायाम् अतिव्याप्तिनिर्वाते इति सर्वं समञ्जसम् इति दत्तं। त्वगिन्द्रियमेव चक्षुर्भिन्नं ग्रन्थकर्तुः बुद्धौ वर्तते, चक्षुरिन्द्रियजन्यप्रत्यक्षविषयत्वम् अलक्ष्ये सङ्ख्यायाम् अस्ति इति भवति अतिव्याप्तिः, तत्सर्वम् अग्रे दत्तमस्ति। अन्तिम पङ्क्तौ दत्तमस्ति, स्मृतिलक्षणे अपि संस्कारभिन्नम् इन्द्रियं विवक्षितं तज्जन्यभावं वक्ष्यमाणरीत्या प्रत्यभिज्ञायाम् अतिव्याप्तिर्निर्वार्यते इति सर्वं समञ्जसम् इति तत्र। अस्तु तर्हि समीचीनं, तर्हि तत् स्वीक्रियते। अत्र संस्कारभिन्नम् इत्येन किं परामर्शितं विवक्षितम् इति चेत् इन्द्रियं विवक्षितमस्ति। हा तदेव ममपि चिन्तनम् अस्ति, परन्तु तत् कथं तर्कः कः तत्र इति न ज्ञातुं शक्नुमः। अस्तु वयम् इदानीं स्वयं चिन्तनं कर्तुं शक्नुमः। संस्कारभिन्नम् इत्युक्ते गुणः यत्किमपि न भवति, संस्कारभिन्नसंस्कारः इति गुणः, तर्हि संस्कारभिन्नम् इत्युक्ते गुणः एव परामर्शितः विवक्षितः इति चेत् न, किमर्थमित्युक्ते अत्र किमर्थम् इति अपि चिन्तनीयम्। अत्र संस्कारभिन्नम् इन्द्रियं विवक्षितम् इति लिखितं, तर्हि संस्कारभिन्नम् इति संस्कारः स्वयम् इन्द्रियं नास्ति खलु, संस्कारः इति गुणः न तु द्रव्यं, द्रव्याणि एव इन्द्रियाणि भवन्ति, संस्कारः इति स्वयं गुणमस्ति, तर्हि संस्कारभिन्नम् इत्यनेन अन्ये गुणाः न विवक्षिताः, अन्यानि सर्वाणि द्रव्याणि अपि न विवक्षितानि, किन्तु केवलम् इन्द्रियमेव विवक्षितं, किमर्थम् इति चेत् अत्र इन्द्रियेण एव ज्ञानं जायते खलु, इन्द्रियेणैव, अतः एव अग्रिमपङ्क्तौ चक्षुर्मात्रग्राह्यम् इत्यत्र मात्रपदोत्तरवर्ति ग्राह्य इति पदमस्ति, तदर्थः जन्यप्रत्यक्षविषयत्वम् इति। तर्हि ग्राह्य इति पदं यत्र यत्र भवति तत्र जन्यप्रत्यक्षविषयत्वम्, अत्र जन्यम् इति पदं दृश्यते, किन्तु जन्यम् इति पदं दृश्यते इति कृत्वा घटः अपि जन्यः, तर्हि तेषां विवक्षा भवति वा इति चेत् न. अत्र ज्ञानस्य विषये अस्ति खलु, जन्यप्रत्यक्षविषयत्वम् इति अस्ति. तर्हि तादृशपदम् अत्र ज्ञानमिति पदमपि अस्ति इति कृत्वा अन्यत्र यत्र यत्र कुत्रापि न गन्तव्यं, केवलं ज्ञानम् इत्यस्मिन् अन्तर्भूतं यदस्ति. संस्कारं भिन्नं, संस्कारभिन्नम् इन्द्रियं विवक्षितमस्ति. अत्र संस्कारभिन्नम् इन्द्रियम् इति समस्तपदं नास्ति. संस्कारभिन्नम् इन्द्रियम् अत्र केवलं सन्धिः अस्ति. संस्कारात् भिन्नं संस्कारभिन्नं पञ्चमी तत्पुरुषः. तदनन्तरं संस्कारं भिन्नं संस्कारभिन्नम् इन्द्रियं विवक्षितमस्ति. संस्कारभिन्नम् इति पदेन इन्द्रियं विवक्षितमस्ति. अस्तु, इदानीम् अस्माभिः द्वितीयदलं किमुक्तं, संस्कारभिन्न अजन्यत्वं. तर्हि संस्कारभिन्नम् इत्येन इन्द्रियम् इति स्वीकुर्मः. इन्द्रिय अजन्यत्वम्, इन्द्रिय अजन्यत्वं कुत्र भवति? इन्द्रियेण किं न जन्यम्? नित्यद्रव्यः ज्ञानं न नित्यम् इति त्यजतु. नित्यम् इति जन्यमेव नास्ति खलु? जन्यमेव नास्ति. अस्तु, तर्हि इन्द्रियेण अजन्यम् इति वदामश्चेत् अत्र जन्याः स्वीकरणीयाः इत्युक्ते रूपमिति स्वीकुर्मः. रूपं जायते खलु, घटे विद्यमानरूपं जायते. तर्हि रूपं जन्यमस्ति, किन्तु इन्द्रियेण जन्यं नास्ति. रूपम् इन्द्रियेण जन्यं नास्ति. इन्द्रियेण किं जन्यमस्ति महोदय? इन्द्रियेण किमपि न जन्यमस्ति इति अहं मन्ये. केवलं न, न, इन्द्रियेण ज्ञानं जायते खलु. अस्तु अस्तु, हा, ज्ञानं जनयति, प्रत्यक्षज्ञानम्. अस्तु, इदानीं ज्ञानमिति अपि स्वीकुर्मः. संस्कारभिन्नम् इत्युक्ते इन्द्रियम् इति स्वीकुर्मः. इन्द्रिय अजन्यत्वं, हा, तर्हि प्रत्यक्षज्ञाने अतिव्याप्तिः भवति इति वक्तव्यम्. संस्कारभिन्न अजन्यत्वं कुत्र अस्ति? प्रत्यक्षज्ञाने अस्ति. ज्ञानं तु जायते. कथं जायते? इन्द्रियेण जायते. सत्यं, तर्हि संस्कारभिन्न अजन्यत्वम् इत्युक्ते संस्कारजन्यत्वम् इति भवति. न न, संस्कारभिन्न अजन्यत्वम् इत्युक्ते किं? संस्कारजन्यत्वं नास्ति खलु. हा, इन्द्रियजन्यत्वम् इति एव तदेव. इन्द्रिय अजन्यत्वं, संस्कारभिन्नम् इत्युक्ते इन्द्रियम् इति स्वीकुर्मश्चेत् इन्द्रिय अजन्यत्वं न इन्द्रियजन्यत्वं. प्रत्यक्षमिति स्वीकुर्मश्चेत् इन्द्रियजन्यत्वं भवति तस्मिन्. इन्द्रियजन्यत्वं भवति, किन्तु अत्र अजन्यत्वं परामर्शितम्. इन्द्रिय अजन्यत्वं कुत्र अस्ति? यद्यपि आकाशे अस्ति, किन्तु आकाशस्वयं नित्यमस्ति. महोदय, इदानीं तत्र चक्षुरिन्द्रियेण यत् प्रत्यक्षं जायते, तत् प्रत्यक्षं ज्ञानम् अस्ति खलु. इदानीं शाब्दं ज्ञानम् अस्ति, तद् भिन्नं ज्ञानम् इति वयं वदामः. तदा श्रोत्रिन्द्रियेण तत्र रूपप्रत्यक्षं न भवति, तत्र अजन्यत्वम् अस्ति. श्रोत्रेन्द्रिय अजन्यत्वं रूपे अस्ति, सत्यम्. एवम् अत्र संस्कारभिन्नम् इत्युक्ते इन्द्रियम् इति स्वीकुर्मश्चेत् इन्द्रिय अजन्यत्वं कुत्र अस्ति इति द्रष्टव्यम्. यद्यपि वदतु, तत्र चक्षुरेन्द्रियेण शाब्दम् अजन्यम् अस्ति खलु महोदय? सत्यं, तर्हि भवान् किं वक्तुम् इच्छति अनेन? किं तत्र संस्कारभिन्नम् इन्द्रियं तत्र चक्षुरिन्द्रियं, तस्मात् अजन्यम् अस्ति शाब्दज्ञानं. तेन किं तेन अजन्यं देयरफॉर व्हाट तदा तत्र संस्कारात् भिन्न अजन्यत्वं तत्र केवलं संस्कारात् भिन्न अजन्यत्वम् इत्येव भवान् किं वक्तुम् इच्छति संस्कारभिन्न अजन्यत्वं शाब्दज्ञाने अस्ति इति वदति वा संस्कारात् भिन्न अजन्यत्वम् अजन्यत्वम् अस्ति खलु नास्ति खलु भवान् चक्षुरिन्द्रियेण शब्दज्ञानं न जायते किन्तु श्रोत्रेन्द्रियेण जायते खलु श्रोत्रेन्द्रियमपि संस्कारभिन्नमस्ति तर्हि शब्दज्ञाने संस्कारभिन्नजन्यत्वमेव अस्ति न तु अजन्यत्वं तदा यत्किमपि जायते तस्य कारणं भवति एव यत्किमपि इति कृत्वा एव नित्यद्रव्यं स्वीकृतवान् इति अहं चिन्तयामि न न यत्किमपि जायते तस्य कारणं भवत्येव सत्यं किन्तु संस्कारभिन्नम् इत्यनेन सर्वं न विवक्षितम् अतः एव अत्र एतद्वाक्यं दत्तं संस्कारभिन्नम् इत्यनेन इन्द्रियं विवक्षितम् तर्हि इन्द्रियेण यज्जायते नो चेत् तद् न वक्तव्यम् इत्युक्ते इन्द्रियेण यद् अजन्यम् इत्युक्ते घटः इति स्वीकुर्मः नो चेत् रूपम् इति स्वीकुर्मः स्वीकुर्मश्चेत् अजन्यं भवति हा संस्कार अजन्य संस्कारभिन्नम् इत्युक्ते इन्द्रियम् इन्द्रिय अजन्यत्वं रूपे अस्ति वा न वा इन्द्रिय अजन्यत्वम् अस्ति द्रव्येषु द्रव्येषु भवति न न मम प्रश्नस्य उत्तरं ददातु महोदय अन्यत् न वदतु इन्द्रिय अजन्यत्वं रूपे अस्ति वा न वा अस्ति हा तर्हि रूपे अतिव्याप्तिः इति वदामः रूपं जन्यं किन्तु इन्द्रियेण न जन्यं खलु इन्द्रिय अजन्यत्वं रूपे अस्ति इन्द्रिय अजन्यत्वं घटे अस्ति तर्हि संस्कारभिन्नम् इत्यनेन इन्द्रियं विवक्षितं विवक्षां कृत्वा स्वीकुर्मश्चेत् इन्द्रिय अजन्यत्वं रूपे अस्ति इन्द्रिय अजन्यत्वं घटे अस्ति इति कृत्वा अस्तु इदानीं सम्पूर्णं कुर्मः संस्कारभिन्न अजन्यत्वम् इति एकमेव दलं स्वीकुर्मश्चेत् रूपे अतिव्याप्तिः भवति घटे अतिव्याप्तिः भवति घटः जन्यः अस्ति रूपं जन्यमस्ति तथापि संस्कारभिन्नेन इत्युक्ते इन्द्रियेण न जायते इति कृत्वा संस्कारभिन्न अजन्यत्वं घटे रूपे च वर्तते तर्हि तत्र लक्षणं पतति इति कृत्वा संस्कारजन्यत्वम् अपि योजनीयम् अस्तु तर्हि इदानीं तृतीयदलं वर्षा भगिनी अग्रे वदतु भगिनि तृतीयं दलं ज्ञानत्वम् इति एकमेव दलं स्वीकुर्मश्चेत् यदि ज्ञानत्वम् इति एवं स्वीकुर्मश्चेत् अत्र अनुभवे अतिव्याप्ति भवति प्रत्यभिज्ञायाम् अतिव्याप्ति भवति अनुभवे प्रत्यक्षज्ञाने अतिव्याप्तिः भवति प्रत्यक्षज्ञाने ज्ञानत्वम् अस्ति इति कृत्वा अस्तु इदानीं दलद्वयं स्वीकरोतु संस्कारजन्यत्वे सति संस्कारभिन्न अजन्यत्वम् ज्ञानत्वं विना यदि दलद्वयं स्वीकुर्मश्चेत् संस्कारध्वंसे अतिव्याप्तिः भवति किमर्थं चेत् संस्कारध्वंसस्य संस्कारम् एककारणम् अपि च संस्कारभिन्नकारणं नास्ति अतः ऐ मीन् कारणं संस्कारभिन्न अजन्यत्वम् अपि अस्ति अतः अत्र संस्कारध्वंसे संस्कारस्य नाशः केवलं संस्कारेणैव जायते वा न अन्येषां साधारणकारणानि भवति अतः साधारणकारणानि विहाय संस्कारध्वंसस्य संस्कारकारणं भवति अत्र मातृपदं नास्ति संस्कारभिन्न जन्यत्वं नास्ति इति एव न न इदानीं दलद्वयं स्वीकृतं खलु भगिनि, संस्कारजन्यत्वे सति संस्कारभिन्न अजन्यत्वम् इति दलद्वयं मिलित्वा स्वीकुर्वश्चेत् प्रत्यभिज्ञायाम् अतिव्याप्तिः भवति, न प्रत्यभिज्ञायां न अतिव्याप्तिः भवति, प्रत्यभिज्ञायां संस्कारभिन्न अजन्यत्वं नास्ति खलु. प्रत्यभिज्ञायाम् अतिव्याप्तिः न भवति, संस्कारभिन्न अजन्यत्वं प्रत्यभिज्ञायां नास्ति, संस्कारभिन्नजन्यत्वमेव प्रतिभिज्ञायाम् अस्ति इति कृत्वा प्रतिभिज्ञायाम् अतिव्याप्तिः नास्ति. तर्हि कुत्र अतिव्याप्तिः भवति इति भवता उक्तं, भवत्या उक्तं संस्कारध्वंसे अतिव्याप्तिः भवति इति. हा तर्हि संस्कारः एव असाधारणकारणम् इति कृत्वा खलु, कालेनापि संस्कारः नश्यति किन्तु कालं तु सर्वस्य साधारणकारणमस्ति, सर्वेषां साधारणकारणमस्ति. अस्तु, संस्कारध्वंसे अतिव्याप्तिः. इदानीं पुनः दलद्वयं स्वीकरोतु, संस्कारजन्यत्वे सति ज्ञानत्वम्. हा हा महोदय, संस्कारजन्यत्वे सति ज्ञानत्वम् इति दलद्वयं स्वीकुर्मश्चेत् अत्र प्रत्यभिज्ञायाम् अतिव्याप्तिः भवति. किमर्थं चेत् प्रत्यभिज्ञा संस्कारेण जायते, अपि च तद् ज्ञानं, तद् एकरूपं ज्ञानमपि अस्ति, अतः प्रत्यभिज्ञायाम् अतिव्याप्तिः भवति. उत्तमं. तदनन्तरं संस्कारभिन्न अजन्यत्वे सति ज्ञानत्वम् इति दलद्वयं स्वीकुर्मश्चेत् तदेव क्लेशः अस्ति अत्र. ईश्वरस्य ज्ञानम् अपि च नित्यद्रव्याणि एतानि एव वयं पूर्वं चिन्तितं कक्षायाम्. अस्तु, तर्हि अत्र ज्ञानत्वं भवेत्. ज्ञानत्वं तु आकाशादौ नास्ति एव खलु, इत्युक्ते इदानीम् अन्तिमसम्भावना अस्ति दलद्वयं प्रत्यक्ष संस्कारभिन्न अजन्यत्वे सति ज्ञानत्वं. तर्हि ज्ञानत्वं भवेत्, आकाशे ज्ञानत्वमेव नास्ति. आं महोदय, ईश्वरस्य ज्ञानम् अत्र एव स्वीकृतं महोदय. ईश्वरस्य ज्ञानं तु संस्कारभिन्न अजन्यत्वम् अपि अस्ति, अपि च एकविधज्ञानमपि अस्ति. सत्यं, यद्यपि ईश्वरीयज्ञानं जन्यमेव नास्ति किन्तु अत्र अतिव्याप्तिः वक्तव्यः इति चेत् ईश्वरीयज्ञाने एव वक्तुं शक्यते. वस्तुतः तत् तावत् समीचीनं नास्ति, इत्युक्ते जन्यं भवेत् किन्तु संस्कारभिन्नेन तस्मिन् अजन्यत्वं भवेत्. सामान्यतया अजन्यत्वम् इति वदामश्चेत् यत्किमपि वक्तुं शक्यते. अस्तु, ईश्वरीयज्ञाने ज्ञानत्वम् अस्ति किन्तु जन्यत्वमेव नास्ति. किन्तु ईश्वरीयज्ञानं विना इदानीं ज्ञानत्वं कुत्र कुत्र अस्ति? स्मृतौ अस्ति, अपि च अनुभवे अस्ति, अनुभवे अस्ति. सर्वाणि ज्ञानानि जन्यानि एव, अपि च संस्कारभिन्न अजन्यत्वं सर्वेषु ज्ञानेषु जन्यज्ञानेषु वर्तते एव इति कृत्वा ईश्वरीयज्ञानं विना अत्र अतिव्याप्तिः यत्र कुत्रापि भवति इति न वक्तुं शक्यते इति कृत्वा अत्र काम्प्रमैस्, ईश्वरीयज्ञाने अतिव्याप्तिः इति स्वीकर्तव्यमस्ति. नो चेत् वस्तुतः अत्र जन्यं वक्तव्यमस्ति. ईश्वरीयज्ञानं तु नित्यमस्ति, जन्यमेव नास्ति. तर्हि संस्कारभिन्न अजन्यत्वम् इति न वक्तव्यं, सामान्य अजन्यत्वमेव ईश्वरीयज्ञाने अस्ति इति कृत्वा, यथा अस्माभिः पठितं खलु तत्र किं जलाभावः, स्वातीनक्षत्रीयजलाभावः इति तादृशं पठितं खलु. तादृशं विशेषणमेव न वक्तव्यम्, इत्युक्ते संस्कारभिन्न अजन्यत्वम् इति न वक्तव्यम्. अजन्यत्वम् एव ईश्वरीयज्ञाने अस्ति किन्तु संस्कारभिन्न अजन्यत्वम् इति अन्यत्र यत्र कुत्रापि वक्तुं शक्यते वा इति चेत् तादृश उदाहरणमेव नास्ति. अतः एस् अ काम्प्रमैस् ईश्वरीयज्ञाने अतिव्याप्तिः भवति इति स्वीकृतं. तर्हि आहत्य संस्कार जन्य जन्यत्वे सति संस्कारभिन्न अजन्यत्वे सति ज्ञानत्वम् इति दलद्वयं मिलित्वा स्वीकुर्मश्चेत् केवलं स्मृतौ एव लक्षणं पतति इति कृत्वा स्मृतेः लक्षणं समीचीनतया इदानीं चिन्तितम्. अस्तु, बट् वि हेव् टु अस्तु, अत्र समयः जातः, अत्र स्थगयामः. अपि च अत्र टेबल् रूपेण स्थापनीयमस्ति. समीचीनचिन्तनं जातम् अद्य. अस्तु, प्रश्नाः सन्ति वा? नो चेत् अग्रिमवर्गे इदानीं प्रत्यभिज्ञा अस्ति, अपि च किञ्चिदिव सर्वत्र मात्रपदेन निवार्यं चिन्त्यम् इत्यस्मिन् विषये किञ्चित् चिन्तनीयमस्ति. अस्तु, सम्यक् जातम्. अस्तु, सर्वेभ्यो नमस्कारः, धन्यवादाश्च.